ज्योतिमतां वरिष्ठम् वातात्मजं वालयूत मुख्यम् श्रीरामदूतम् शरणम् प्रपद्ये मनोजवम् मारुततुल्यवेगम् जितेन्द्रियम् बुद्धिमतां वरिष्ठम् वातात्मजं वालयूत मुख्यम् श्रीरामदूतम् शरणम् प्रपद्ये Yeah. ज्येष्ठम् मातात्मजौ मालयूथ मुख्यम् श्रीरामदूतम् शरणम् प्रपद्ये ಪ್ರಪದ್ಯೆ ಮನೋಜವಂ ಮಾರ್ಗ Thank you.